ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। इदानीं वयं तत्र बलाबलचिन्तनम् इति करपत्रस्य अन्ते स्मः। अस्माभिः पूर्वस्मिन् वर्गे तत्र शक्नुवन्ति अपि च चिन्वन्ति द्वयोः रूपसिद्धिः कथं भवति इति अस्माभिः दृष्टम्। द्वयमपि तत्र स्वादिगणस्य धातवः शक् अपि च ची धातुः। किमर्थं चेत् तत्र स्वादिगणे श्नु इति प्रत्ययः अस्ति। श्नु निमित्तीकृत्य श्नु आधारीकृत्य तत्र अष्टाध्यायीग्रन्थे सूत्रद्वयं तत्र स्तः। अचि श्नु धातु ब्रुवां युवोर् इयङ् वङ्गौ इति प्रथमं सूत्रम्। द्वितीयं सूत्रम् अस्ति हुष्णुवोः सार्वधातुके। सो यदा तत्र शृणुप्रत्यान्तङ्गम् अस्ति, शृणुप्रत्यान्तङ्गस्य कृते तत्र विशिष्टकार्यं भवति। प्रथमे तु सर्वेषाम् इगन्त अङ्गानां कृते प्रथम औत्सर्गकार्यं गुणकार्यम् एव। परन्तु श्नुप्रत्यान्तङ्गस्य कृते यदा तत्र अजादिप्रत्ययः परे अस्ति, अजादि सार्वधातुप्रत्ययः परे अस्ति, तदा तत्र यदि गुणप्रसङ्गः नास्ति, यदि गुणः न भवति, इत्युक्ते अजादि कित्नेत् सार्वधातुप्रत्यये परे यत्र गुणस्य बाधा भवति, तत्र तस्य इयङ् उवङ् आदेशः, सोरि, श्नुप्रत्ययस्य कृते तु उवङ् आदेशः एव भवति। अपि च यदि तत्र अनन्तरं हुष्णुवोः सार्वधातुके इति अचि श्नु धातु ब्रुवाम् इत्यस्य सूत्रस्य कृते अपवाद् सूत्रम् अस्ति। हुष्णुवोः सार्वधातुके इति सूत्रे तत्र असंयोगपूर्वक अपि च अनेकाच् इत्यस्य पदद्वयस्य अनुवृत्तिः अस्ति। सो यदि शृणुप्रत्यात् अङ्गं, यदि अत्रापि शृणुप्रत्यात् अङ्गम् एव तत्र अस्माकं तत्र विषयः। सो शृणुप्रत्यात् अङ्गं यदि सः उकारः, तस्मिन् अङ्गे यदि उकारः असंयोगपूर्वक अस्ति अपि च सः अनेकः च अस्ति, तदा तत्र इयङ् उवङ् आदेशः बाधित्वा यनादेशः भवति। तत्र उवङ् आदेशस्य कृते बाधा भवति अनेन सूत्रेण, शृणुप्रत्यान्ताङ्गस्य कृते। अतः हुष्णुवोः सार्वधातुके इति सूत्रम् अचिष्णु धातु इत्यस्य कृते अपवाद् सूत्रमस्ति। अतः अत्र धातुद्वयं दत्तम् उदाहरणरूपेण। एकमस्ति यत्र शृणुप्रत्यान्त अङ्गम् असंयोगपूर्वक अस्ति, द्वितीयमस्ति यथा चिनु, तत्र कोऽपि संयोगः न वर्तते अङ्गे उकारस्य प्राक्। परन्तु शक्नु इति यत् अङ्गम् अस्ति, तत्र यः उप्रत्यान्त अङ्गम् अस्ति, शृणुप्रत्यान्त अङ्गम् अस्ति, तत्र संयोगः वर्तते। सो स्वादिगणस्य धातूनां कृते तत्र अस्माभिः यदि गुणः न भवति, तदा अजादि सार्वधातु अपित् प्रत्यये परे तत्र तत्र अनेकाच् असंयोगपूर्वक अङ्गस्य कृते यनादेशः, संयोगपूर्वक शृणुप्रत्यात् अङ्गम् अस्ति चेत् तत्र तस्य उवङ्गादेशः भवति। अतः अत्र बलाबलचिन्तनकरपत्रे किमर्थम् एतत् दत्तम्? अत्र अपि अचिष्णु धातु इत्यस्य अपि च सार्वधातुक आर्धधातुकयोः अचिष्णु धातु ब्रुवां युवोर् इयङ् वङ्गौ इवङ्गौ अपि च कुष्णुवोः सार्वधातुके त्रयाणां सूत्राणां प्रसक्तिः तत्र शुक्नु चिनु प्लस् अन्ति इत्यस्य विषये भवति। सो चिनु प्लस् अन्ति अन्ति विषये तु न भवति। अत्र अजादि अपित् प्रत्ययः अस्ति, परन्तु यदा वयं तत्र कोऽपि सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गः अत्र न भवति बिकास् अत्र अपित् प्रत्ययः अस्ति. सो अपित् प्रत्ययः अस्ति चेत् तत्र किनिति च इत्यनेन बाधा भवति. केवलम् अत्र अचिष्णुधातु अपि च कृष्णवोः सार्वधातुके द्वयोः मध्ये बलाबलचिन्तनं कुर्मः चेत् तत्र कृष्णवोः इति अपवादभूतसूत्रम् अस्ति. बिकास् तत्र तस्य कार्यं सम्पूर्णतया अचिष्णुधातु इत्यस्य कार्यक्षेत्रस्य मध्ये एव वर्तते. अतः अपवादसूत्रम् अस्ति. यदि वयम् अत्र कृष्णवोः सार्वधातुके इत्यस्य कार्यं न कुर्मः चेत् तत् सूत्रं हु इत्यस्य विषये तु भिन्न, परन्तु अस्मिन् सूत्रे यः अश्णु इति पदार्थः इत्युक्ते तत्र यः तत्त्वः वर्तते तस्य कृते तु अपवादभूतसूत्रम् अस्ति, तस्य कृते तु निरवकाशत्वं प्राप्नोति. अतः कृष्णवोः सार्वधातुके श्णु विषये तत्र अपवादभूतसूत्रं भवति अचिष्णुधातु इत्यस्य कृते. सो यदा तत्र स्वादिगणस्य विषयः आगच्छति तदा तत्र एतत् सूत्रद्वयम् अवश्य स्मर्तव्यम्. सो तत्र अजादि अपित् प्रत्ययः अस्ति वा हलादि अपित् प्रत्ययः अस्ति. हलादि अस्ति चेत् किमपि न भवति, अजादि अस्ति चेत् तत्र अस्माभिः द्रष्टव्यं संयोगपूर्वक अस्ति वा असंयोगपूर्वक अस्ति. असंयोगपूर्वक अस्ति चेत् तत्र यनादेशः भवति, संयोगपूर्वक अस्ति चेत् तत्र उवङ्गादेशः भवति. अनन्तरं तत्र इदानीं तत्र तृतीय अभ्यासः क्रूधातुविषये अस्ति. क्रूधातुविषये अपि विशेषकार्याणि भवन्ति यदा तत्र अजादि यदा तत्र सार्वधातु कित्नित् प्रत्ययः अस्ति. सो सार्वधातु कित्नित् प्रत्ययः अस्ति चेत् तत्रापि तत्र उकारान्तरूपी अङ्गं भवति पत्र, परन्तु तत्र स्नुप्रत्ययान्तङ्गं नास्ति. तत्रापि ऊ प्रत्ययान्तङ्गम् अस्ति बिकास् क्रू धातुः तनादिगणे तनादिगणस्य धातुः तत्र तनादिकुञ्भ्यः उः इति सूत्रेण ऊ प्रत्ययः वर्तते. अतः ये तिङ् प्रत्ययाः सन्ति तेषां कृते तत्र इगन्त अङ्गस्य निष्पत्तिः भवति. सो अत्र अपि बिकास् ऊ योजयामः चेत् गुणं यत्र यत् गुणं भूत्वा तत्र ऊ योजयामः चेत् सर्वेषां तिङ् प्रत्ययानां कृते तत्र इगन्त अङ्गं भवति. इगन्त अङ्गं भवति चेत् तत्रापि अस्माभिः द्रष्टव्यं यदि अपित् सार्वधातुक अस्ति चेत् अपित् सार्वधातुक अस्ति चेत् तत्र ककार उत्तरवर्तीयः अकारः तस्य उकारादेशः भवति. बिकास् अस्माभिः सूत्रं पठितम् अतुत् सार्वधातुके. अतुत् सार्वधातुके इत्यस्य इत्यस्मिन् सूत्रे तत्र करोतेः इति पदस्य पूर्वसूत्रात् अनुवृत्तिः भवति. करोते इत्यनेन क्रूधातुविषयः एव अस्ति. सो क्रूधातोः उप्रत्यान्त अङ्गस्य ह्रस्व अकारस्य ह्रस्व उकार आदेशः भवति. निमित्तम् अस्ति किनिति सार्वधातुके. सो सार्वधातुप्रक्रियायामेव अतुत् सार्वधातुके इति सूत्रं कार्यं कर्तुं शक्यते. यत्र क्रूधातुः प्लस् अर्धधातुप्रत्ययः अस्ति तत्र अतुत् सार्वधातुके इति सूत्रं कार्यं न कर्तुं शक्यते. सो तत्र किमिति सार्वधातुके इति निमित्तम् अस्ति. कीदृशसार्वधातुप्रत्ययपरे कित्नित् सार्वधातुप्रत्ययपरे. सो किमिति अत्र विशेषणं भवति सार्वधातुके इत्यस्य कृते. द्वयमपि सप्तम्यन्तं पदम्. अतः यदा तत्र अत्र किमपि न उक्तमस्ति अजादि सार्वदा कितनित् वा हलादि कितनित् वा किमपि न उक्तमस्ति. सो किं यत्किमपि कितनित् सार्वधातु प्रत्ययः अस्ति तत् निमित्तीकृत्य तत् प्रत्ययनिमित्तीकृत्य तत्र क्रूधातोः ह्रस्व आकारस्य उकारादेशः भवति. अतः तदेव अस्माभिः इदानीं तत्र द्रष्टव्यम्. अत्रापि अनन्तरं तत्र अत्र यन्सन्धिः भवति, परन्तु अत्र भिन्न भिन्न सूत्रेण यन्सन्धिः भवति. अस्तु, क्रूधातुविषये तत्र अङ्गं कथं भवति इति प्रथमे पश्यामः, अनन्तरं तत्र अत्र तु किमपि नास्ति. अस्तु, चेतना भगिनी, क्रूधातुविषये तत्र सार्वधातुप्रक्रियायां कथम् अङ्गं भवति इति एकवारं वदतु भगिनी. अत्र अभ्यासरूपेण कुर्वन्ति इति पदमस्ति. रेकार्डिङ्ग् स्थापितं वा? क्रूधातुः तनादिगणे अस्ति, अतः कृ प्रथमे कृ योग अस्माकं विवक्षा प्रथमपुरुष बहुवचनमस्ति चेत् कृ योग जि भवति. तदनन्तरं तनादिकृभ्यः उहु इति सूत्रेण कृ योग उ योग जि भवति. जोन्तः इति सूत्रेण कृ योग उ योग अन्ति भवति. इदानीं उ आर्धधातुकप्रत्ययः अस्ति, अतः अपि च कृ इगन्तधातुः अस्ति, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण कृ कर् भवति. कर् योग उ योग अन्ति. अतः अङ्गं कुरु भवति. कर् योग करु करु भवति. इदानीं अत उत्सार्वधातुके इति सूत्रेण कर् कुर् भवति. जि प्रत्ययः अन्तिप्रत्ययः अन्तिप्रत्यय अपित् अस्ति, अतः णित्वत् भवति, अतः कर् अतः सार्वधातुके सूत्रं कार्यं कर्तुं शक्यते. शक्यते तत्र निमित्तम् अस्ति कित्नित् सार्वधातु. सो इदानीम् अन्ति इति नित् सार्वधातु प्रत्ययः. इदानीं आगन्तुं शक्यते, तस्य कार्यक्षेत्रम् अस्ति. सो कुरु भवति इदानीं कुरु अङ्गं कुरु अस्ति. कुरु योग अन्ति. अत्र उ योग अ अस्ति. इको यणचि इति सूत्रेण उ व भवति. उ स्थाने वकारादेशः भवति, आदेशः भवति, अतः कुर्वन्ति भवति. अत्र अचिष्णु धातु इति सूत्रं किमर्थं कार्यं न करोति? तत्र अपि युवोः धातोः इति अस्ति, युवोः धातोः. अचिष्णु धातु युवोः श्नुधातु प्रोकाणाम् इयङ् वङ्गादेशः. अत्र अजिष्णुधातु पूर्वम् इति सूत्रे शृणु प्रत्यान्तम्, अत्र तु कुरु इति शृणु प्रत्यान्त नास्ति. अनन्तरं ब्रू इति प्रातिपदिकं, ब्रू अपि नास्ति, परन्तु युवोः धातोः अस्ति न भगिनि, युवोः धातु. सो युवोः धातुः इत्यनेन किम्? इकारान्त् उकारान्त् धातुः. सो अत्र कुरु इति धातुरूपी अङ्गम् धातुरूपी अङ्गस्य अस्ति, कुरु अस्ति, अङ्गं कुरु अस्ति, परन्तु धातु कुर् युवोः धातोः इत्यनेन किम्? इकारान्त् उकारान्त् धातुरूपी अङ्गम्. केवलं उकारान्त् धातुरूपी अङ्गम् अस्ति वा नास्ति, तदेव प्रश्नः. धातुयोगे विकरणप्रत्ययः कुरु भवति, केवलं धातु कर् अस्ति, प्रत्यान्तरूपी अङ्गम् अस्ति, न तु धातुरूपी अङ्गम्. वर्णः प्रत्ययस्य वर्णः, न तु धातुः उकारः. अतः अचिष्णु धातुसूत्रे धातु इति यः पदं दत्तम् अस्ति तेन एव अवगच्छामः. अत्र इकारान्त् उकारान्त् धातुरूपी अङ्गम्, न तु कोऽपि इकारान्त् उकारान्त् अङ्गम्, तादृश अङ्गं न, धातुरूपी अङ्गम्. देट् इस् वै इस् धातु पद धातु इति अस्मिन् सूत्रे धातु उक्तमस्ति. अत्र अचिष्णु धातु इत्यस्य प्रसङ्गः नास्ति. प्रत्यान्त नास्ति, इकारान्त् उकारान्त् धातुरूपी अङ्गं नास्ति, अपि च भ्रूप्रातिपदिकमपि नास्ति. सो अत्र कुरुयोग अन्ति, यद्यपि अजादि अपि प्रत्ययः अस्ति, उ इति अन्ते अस्ति अङ्गस्य अन्ते, तथापि अचि इति अचिष्णु इत्यस्य सूत्रस्य कार्यक्षेत्रम् अत्र न वर्तते. तत्र इकारात् युवोः धातोः इत्यनेन इकारात् उकारात् धातुरूपी अङ्गम्, न तु प्रत्यान्तरूपी. एतत्तु प्रत्यान्तरूपी अङ्गम् अस्ति, ऊ प्रत्यान्त अङ्गम् अस्ति. ऊकारः प्रत्ययस्य उकारः, न तु धातोः उकारः. अतः अस्य सूत्रस्य कार्यम् अत्र न अस्ति, केवलम् इको यनचि इत्यनेन एव कार्यम् अस्ति अत्र. अपि च यदि अस्य सूत्र अचि उत्सर्गसूत्रस्य कार्यं नास्ति चेत् अपवादसूत्रं तु न, तस्य कार्यं तु न अस्ति एव. हुष्णुवोः सार्वधातु अत्र न आगन्तुं शक्यते. तत्र तु केवलं पदार्थद्वयं, हू धातुः अपि च श्नु प्रत्यान्तङ्गम्. अतः अत्रापि न भवति. सो अत्र केवलम् इको यनचि इत्यनेन एव कार्यम्. अपि च सर्वदा तत्र स्मर्तव्यं क्रू धातुविषये, यदा तत्र कित्नित् सार्वधातुप्रत्ययः परे अस्ति चेत् तत्र अत् उत् सार्वधातुके इत्यस्य कार्यमपि भवति. सो अत् उत् सार्वधातुके कित्नित् सार्वधातुप्रत्यये परे तस्य कृते सार्वधातुसंज्ञा अपि भवेत्. अनन्तरं पृच्छामि इत्युक्ते यदि कित्नित् कित्नित् कित् प्रत्ययः प्रायशः तत्र अर्धधातुप्रत्ययः, सार्वधातुप्रत्ययेषु कोऽपि कित् प्रत्ययः नास्ति, परन्तु तत्र क्रूयोग कोऽपि कित् प्रत्ययः कुर्मः चेत् तत्र ककार उत्तरवर्ति अकारस्य उत् न भवितुं शक्नोति, बिकास् अत्र मेन् अस्ति सार्वधातुप्रत्ययपरे. कीदृशसार्वधातु कित्नित् सार्वधातु, यद्यपि कित् इति आवश्यकं नास्ति, परन्तु पूर्वसूत्रात् तत्र कित् इति कित्नित् इति अनुवर्तते, पदस्य अनुवृत्तिः भवति. सो कार्यं तु णित् सार्वधातुप्रत्ययपरे एव भवितुं शक्नोति. बिकास् सार्वधातुप्रत्ययेषु कोऽपि कित् सार्वधातुक् नास्ति, परन्तु णित् सार्वधातुक् सर्वे अपि सार्वधातुप्रत्ययः णिद्वद् व्यवहरते. अतः तत्र कार्यं न करोति. यदि आर्धधातु कित् प्रत्ययः अस्ति, देर् वी केन् नाट् डू अतुत् सार्वधातुक् बिकास् साक्षात् सूर्य सूत्रे उक्तम् अस्ति सार्वधातु कितनित् परे एव अत् उत् भवति. वदतु भगिनि किमस्ति. एतत् सूत्रम् अत उत् सार्वधातुके केवलं कृ धाति धातु कृते एव ककार उत्तर अन्यत् कुत्रापि अस्य कार्यं नास्ति. अत् उत् सार्वधातुके केवलं करोतेः इत्युक्ते कृ धातुविषये एव सूत्रम् अस्ति. अन्यत् कुत्रापि अस्य सूत्रस्य कार्यक्षेत्रं न वर्तते, केवलं क्रूधातुविषये. धन्यवादः. अतः यदि अत्र करोतेः इति पदस्य अनुवृत्तिः न भवति, तत्र तनादिगणे उप्रत्ययान्त अङ्गं तु भवति एव, बहूनि उप्रत्ययान्त अङ्गं भवितुं शक्नोति। तत्र अपि तादृश अङ्गस्य कुत्रापि ह्रस्वाकारः अस्ति चेत् तस्य उत्पादेशः भवति इति सूत्रं न वदति, अतः अत्र पूर्वसूत्रात् करोतेः। सो क्रूधातुविषये एव एतत् सूत्रम् अस्ति। अन्य कोऽपि उप्रत्ययान्त अङ्गम् अस्ति चेत् तत्र तस्मिन् अङ्गे कोऽपि ह्रस्वाकारः अस्ति चेत् तस्य उतादेशः भवति इति सूत्रस्य तत्र इत्युक्ते तादृश इष्टं नास्ति। अत्र केवलं क्रूधातुविषये एव अतुत्सार्वधातुके सूत्रं कार्यं करोति, अन्यत्र कुत्रापि अस्य कार्यक्षेत्रं नास्ति। अतः करोतेः इति पदस्य अनुवृत्तिः आवश्यकम् अत्र। सार्वधातुकार्धधातुकयोः उष्णवोः सार्वधातुके इति सूत्रं पठितं वा? तत् पठितं पूर्वस्य मार्गे आम् महोदय। अस्तु, एकवारं सूत्रं पठित्वा तत्र करपत्रं समापयामि। मञ्जरी भगिनि पठतु एकवारं सार्वधातुकार्धधातुकयोः। अस्तु, चिन्ता मास्तु, चेतना भगिनि सार्वधातुकार्धधातुकयोः 73-84 इदन्तङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे। सार्वधातुकञ्च आर्धधातुकञ्च तयोः इतरेतरद्वन्द्वः सार्वधातुकार्धधातुके तयोः सार्वधातुकार्धधातुकयोः। सार्वधातुकार्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्। मितिर्गुणः 7382 इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः। इको गुणवृद्धि 113 इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्। येन विदस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम् किन्तु तादृशम् अङ्गम् यस्य अन्ते इक्। अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः। अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः। अत्र सार्वधातुकार्थधातुकयोः इति सूत्रेण इगन्तङ्गस्य गुणः इकः गुणः भवति यदा प्रत्ययः सार्वधातुकप्रत्यय अथवा आर्धधातुकप्रत्यय अस्ति चेत्। अत्र गुणः इति अङ्गस्य अधिकारी अस्ति, गुणः इत्यस्य अनुवृत्तिः अस्ति, अपि च येन विधि तदन्तस्य इति सूत्रेण इकः अङ्गस्य विशेषणविशेष्यभावः अस्ति अत्र। इकः अङ्गस्य यस्य अन्ते इक् वर्णः अस्ति तादृश अङ्गस्य गुणः भवति इति। तदनन्तरम् अलोन्तस्य इति सूत्रेण अन्तिम इक् वर्णस्य एव गुणः भवति इति वदति। अतः अनुवृत्तिसहितसूत्रम् एकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः इति। अत्र विशेषविशेषभावः अस्ति, अतः येन विधिस्तदन्तस्य अपि च अत्र षष्टिनिर्दिष्टः आदेशः अस्ति अतः अपि च एकालादेशः अस्ति अतः अलोनन्तस्य इत्यस्य सूत्रस्य प्रसक्तिः अत्र इको गुणवृद्धि इत्यस्य प्रसक्तिः कथम् अवगच्छामः अत्र परिभाषासूत्रस्य आवश्यकता अस्ति इको गुणवृद्धिः इति परिभाषासूत्रं तस्य सूत्रस्य कार्यक्षेत्रम् अत्र अस्ति इति कथम् अवगच्छामः इकोः गुणवृत्ति इकः स्थानी भवति यत्र स्थानी न उक्तम् इकः इति षष्ट्यन्तमस्ति षष्ट्यन्तमस्ति चेत् सः स्थानी भवति इको गुणवृद्धि इति परिभाषासूत्रम् सार्वधातु पार्धधातुकयोः इति सूत्रे कथम् अवगच्छामः अत्र प्रथमसूत्र प्रथम अध्यायात् अस्माभिः एतत् सूत्रम् अत्र आनेतव्यं कथं जानीमः हौ विल् वि नो देट् हियर् वि नीड् इको गुणवृद्धि न जानामि महोदय अत्र लिखितं न भगिनि कुत्र अस्ति इकः स्थानी भवति कुत्रापि स्थानी न अस्ति चेत् इकः इति स्थानी भवति वा केवलम् इकः इति एव सूत्रेण उक्तमस्ति न इको गुण वृद्धि अत्र द्विवचनात्पदमस्ति गुणवृद्धि इति अस्ति सो यत्र यत्र विधिसूत्रे गुणप्रसङ्गः वृद्धिप्रसङ्गः यदि तस्मिन् सूत्रे कुत्रचित् अग्रे स्थानि न उक्तम् तत्र इकः स्थानी भवति सर्वत्र इकः स्थानी न भवितुं शक्नोति न कदा इकः स्थानी भवति यदा गुणप्रसङ्गः अथवा वृद्धिप्रसङ्गः कस्मिंश्चित् विधिसूत्रे उक्तमस्ति सो इन् सम् विधिसूत्र देर् आर् सो मेनि विधिसूत्र सो मेनि विधिस् आर् गिवन् बट् when it is a gunavidayak sutram athva vriddhi vidayak sutram yatha sarvadhatuka arthadhatukayoho iti vidhi sutram anena sutrena kaha vidhihi gunavriddhihi sorry gunavidhihi gunakaryam bhavati anena sutrena parantu asmin केवलं निमित्तं दत्तं सार्वधातुकार्धधातुकयोः इति निमित्तम् अस्ति अपि च पूर्वसूत्रात् तत्र गुणः इत्यस्य अनुवृत्तिः भवति अङ्गस्य अधिकारः अस्ति परन्तु कस्य स्थाने गुणः करणीयम् इति तु कुत्रापि न उक्तम् सो यस्मिन् विधिसूत्रे गुणविधायकसूत्रे वृद्धिविधायकसूत्रे स्थानि न दत्तमस्ति तत्र इकः स्थानी भवति अत्रापि तादृशस्थितिः अस्ति अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः सार्वधातुकप्रत्ययपरे अर्धधातुकप्रत्ययपरे सप्तम्यन्तमस्ति अतः परे इति योजयितुं शक्नुमः परन्तु स्थानी कः स्थानी न उक्तम् सो अत्र इकः स्थानी भवति इकः इत्यनेन इक् प्रत्याहारस्य वर्णः अङ्गे यत्र इक् प्रत्याहारस्य वर्णः अस्ति तस्य गुणः परन्तु इदानीं तत्र प्रश्नः आगच्छति सः इक् वर्णः यत्र कुत्र अपि अस्ति तत्र भवति वा न येन विधिस्तदन्तस्य तदन्तविधिः इत्युक्ते तदन्तविधिः इत्युक्ते यः विशेषण यत्र विशेषणेन विधिः उक्तमस्ति तत्र विशेषणस्य विधिः तु भवति एव, परन्तु सः विशेषणं यस्य अन्ते वर्तते तस्य अपि भवति। अनन्तरं पुनः प्रश्नः आगच्छति, सम्पूर्ण अङ्गस्य करणीयं वा, सर्वस्य अङ्गस्य स्थाने आदेशः वा, गुणादेशः वा न वा। अनन्तरं तत्र अलो अनन्तस्य इति सूत्रम् आगत्य वदति, अत्र तु एकालादेशः अस्ति गुणः इत्यनेन, तत्र अ इ अ ए ओ एव भवति, एकालादेशः अस्ति, एकस्मिन् समये एकमेव वर्णः आगन्तुं शक्यते। सो अपि च षष्ठी निर्दिष्टः आदेशः अस्ति, षष्ठीस्थाने उक्तमस्ति। सो सः तादृश एकालादेशः अन्त्य अल् स्थाने एव भवति, न तु सर्वस्य स्थाने भवति। सो सः इक् वर्णः यस्य अन्ते वर्तते, अङ्गस्य अन्ते, यस्य शब्दसमूहस्य अन्ते अस्ति, अथवा केवलम् इक् रूपी अङ्गमस्ति चेत् चेदपि गुणकार्यं भवति। इति त्रयाणां परिभाषासूत्राणाम् अत्र आवश्यकता। विधिसूत्रे कथं जानीमः परिभाषासूत्रस्य आवश्यकता अस्ति वा नास्ति वा, अत्र परिभाषासूत्रम् आगन्तुं शक्यते वा इति सर्वम् अस्माभिः दृष्टव्यम्। सिमिलर्लि मया पूर्वे अपि उक्तं, तत्र वृद्धिविधायकसूत्रमस्ति, वाट् इस् दट् सूत्रम्, अचोणिनिति। अचोणिनिति इति सूत्रेण णित् णित् प्रत्ययपरे तत्र वृद्धिः भवति, परन्तु तत्र अचः इति स्थाने दत्तमस्ति, अचः इत्यनेन अजादि अङ्गस्य णित् णित् प्रत्ययपरे वृद्धिः इति अचोणिनिति सूत्रं वदति। तत्र इको गुणवृद्धिसूत्रं न गन्तुं शक्यते, तस्य कार्यक्षेत्रं तत्र, अस्य कार्यक्षेत्रं तत्र नास्ति, तत्र साक्षात् स्थाने दत्तम्, अचः इति षष्ठ्यन्तमस्ति, तत्र स्थाने दत्तमस्ति, अजन्त अङ्गस्य गुणः भवति, वृद्धिः भवति। अतः तत्र इको गुणवृद्धि इत्यस्य कार्यक्षेत्रं नास्ति, अतः अत्र लिखितमस्ति यत्र स्थाने न उक्तं तत्र एव इकः स्थाने भवति, सर्वत्र इकः स्थाने भवति इति नास्ति। यत्र विधिसूत्रे, यत्र इत्युक्ते यस्मिन् विधिसूत्रे स्थाने न उक्तं तत्र एव इकः स्थाने भवति। इति त्रयाणां परिभाषासूत्राणाम् आवश्यकता अत्र। अचोनिनिति इति सूत्रे इको गुणवृद्धि इत्यस्य कार्यक्षेत्रं नास्ति, परिभाषासूत्रस्य आवश्यकता एव नास्ति, तत्र साक्षात् षष्ठ्यन्तपदम् अस्ति, स्थाने दत्तमस्ति। अवगतं वा भगिनि? एतत् सूत्रद्वयमपि पठतु, किमपि अग्रे नास्ति, यत् सारदा त्रिंशत् सार्वदा त्रिंशत् सार्वधातुकं 3, 4, 1, 1, 3, यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम्, यस्य सः षित् बहुव्रीहिः, तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्, तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रम्। प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः, अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्। अत्र संज्ञासूत्रमस्ति सार्वधातुकं विषये, तिङ् प्रत्ययः अपि च षित् प्रत्ययः सार्वधातुकप्रत्ययः इति संज्ञा भवति। अतः कः विशेषः अत्र अस्मिन् सूत्रे? धातोः परे तिंशित् प्रत्ययः अस्ति चेत् तस्य सार्वधातुकम् इति संज्ञा भवति. अत्र धातोः इति आवश्यकम् अस्ति, इत्युक्ते यस्य कस्यापि प्रत्ययस्य तिङ् प्रत्ययश्चित् प्रत्ययस्य सार्वधातुक इति संज्ञा न भवितुं शक्नोति. सो यद्यसु प्रत्ययेषु, तदित् प्रत्ययेषु, स्त्रीप्रत्ययेषु कोऽपि षित् प्रत्ययः अस्ति, शकारस्य यत् संज्ञा अस्ति चेत् तस्य नामकरणं सार्वधातुक न भवितुं शक्नोति, बिकास् अत्र धातोः इति पदस्य अनुवृत्तिः अस्ति. धातोः अनन्तरं ये प्रत्ययाः आगच्छन्ति तेषु यदि कोऽपि षित् अस्ति चेत् तस्य एव सार्वधातुकसंज्ञा भवति. तिङ् तु वयं जानीमः, तिङ् प्रत्ययः प्रत्ययाः तु धातोः अनन्तरम् एव आगन्तुं शक्यते, तेषां विधिः धातोः एव अस्ति. अतः तत्र तु धातोः इति पदस्य तादृश आवश्यकता नास्ति, परन्तु षित् षित् विषये धातोः इत्यस्य आवश्यकता अस्ति. प्रत्ययेषु यदि कोऽपि षित् प्रत्ययः अस्ति चेत् सः सार्वधातुक इति न, सः षित् यदि धातोः विधीयते तदा एव तस्य नामकरणं सार्वधातुक भवति. अतः स्पष्टीकरणार्थमपि एतत् सूत्रं तृतीयाध्याये एव दत्तं, बिकास् अत्र धातोः इति पदस्य अनुवृत्तिः आवश्यकम्. सो एतत् अपि संख्यासूत्रमस्ति, परन्तु प्रथमाध्याये न दत्तं, तृतीयाध्याये दत्तं. अत्र धातोः इति पदस्य आवश्यकता वर्तते, अनुवृत्तिः आवश्यकमस्ति, अतः तृतीयाध्याये, बिकास् वि नो देट् प्रायशः अधिकानि संख्यासूत्राणि प्रथमाध्याये एव सन्ति, परन्तु यत्र यत्र कस्य अनुवृत्तिः कारणेन एतत् सूत्रं तृतीयाध्याये दत्तमस्ति. इति त्रिंशत् अग्रे अपि पठतु भगिनि, सार्वधातुकम् अपि. सार्वधातुकम् अपित् 1-4. सार्वधातुकं यत् अपित् तद् नित्वत् भवति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रम्. गाङ् कुटादिभ्योः गाङ् कुटाभि कुटादिभ्यो नित् इत्यस्मात् नित् इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित्. एतत् अतिदेशसूत्रमस्ति. यदि सार्वधातुकप्रत्ययः अपित् अस्ति चेत् सः नित्वत् भवति इति. सर्वे सार्वधातुक अपित् प्रत्ययाः भवति सन्ति. सो अत्र सार्वधातुक अपित् प्रत्ययानाम् उपरि तत्र नित् इति अध्यारोपिते अनेन अतिदेशसूत्रेण. सो अतिदेशसूत्रेण तत्र लक्षणस्य एक्स्टेन्शन् भवति. सो दे विल् रिमेन् सार्वधातुक, दे विल् रिमेन् अपित्. सो अपित् निमित्तीकृत्य यत् कार्यमस्ति तदपि भवितुं शक्नोति, सार्वधातुक निमित्तीकृत्य यत् कार्यमस्ति तदपि भवितुं शक्नोति, नित् निमित्तीकृत्य यानि कार्याणि भवन्ति तानि अपि सार्वधातुक अपित् प्रत्ययनिमित्तीकृत्य भवन्ति. सी द स्मार्ट् वे आफ् एक्स्टेण्डिङ्ग् द कार्यक्षेत्रस् आफ् द प्रत्ययस्. सो दिस् इस् अतिदेश इस् वन् आफ् दट् दिस् शैली. तत्र ते साक्षात् नित् न सन्ति. सो यत्र यत्र कित्नित् कित्नित् कित्नित् तत् आगच्छति तत्र तत्र सार्वधातुक अपित् प्रत्ययानां प्रसङ्गः आगन्तुं शक्यते. बिकास् कित्नित् निमित्तीकृत्य तत्र बहूनि कार्याणि सन्ति नित् प्रत्ययनिमित्तीकृत्य. सो सार्वधातुक अपित् प्रत्ययाः यद्यपि नित् न सन्ति तथापि अनेन अतिदेशसूत्रेण दे बिकम् नित् लैक् नित्. तेषाम् उपरि नित् इति लक्षणम् अध्यारोप्यते अनेन अतिदेशसूत्रेण इति अतिदेशसूत्रम्. अनन्तरं किनिति च इति सूत्रम् मञ्जरी भगिनी इदानीं पठति वा? अहं पठामि. पठ. किणिति च 1.1.5 यः प्रत्ययः गित् कित् अथवा णित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणवृद्धिः न भवति. ग च क च ण च एतेषाम् इतरेतरद्वन्द्वः पणः पडः इतः यस्य सः क्रीडत् तस्मिन् परे क्रीणति द्वन्द्वगर्भबहुव्रीहिसमासः. अत्र गस्थाने ककारः खरी च इत्यनेन चर्त्वसद्धिः. क्रीणति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः. न धातुलोप आर्धधातुके 1.1.4 इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं किणिति च इकः गुणवृद्धिः न इति. अत्र किणिति च इति सूत्रेण यः प्रत्ययः गित् कित् अथवा णित् अस्ति तत्र तं प्रत्ययं तत्र इकः स्थाने गुण अथवा वृद्धिः भवितुमर्हति परन्तु सः तत्र गुणवृद्धिः न भवति इति सूत्रस्य आशयः. अत्र गकारः ककारः तथा नकारः अस्ति तेषाम् इतरेतरद्वन्द्वः पडः पडः इतः यस्य सः क्रीणत् तस्मिन् परे क्रीणति इति बहुव्रीहिसमासः तत्र भवति. अत्र गकारः अस्ति गस्थाने क आयाति खरी च इति सूत्रेण चर्त्वसन्धि भूत्वा. चर्त्व भवति तृतीय तृतीयवर्ग व्यञ्जनमस्ति तत्र स्थाने प्रथम वर्गव्यञ्जनम् आयाति तत्र खरी. जलवर्णस्य खर् परे चर चर् आदेशः भवति तत्र इति खरि च सूत्रं. जलवर्णस्य अवसान यदि पदा जलवर्णः अस्ति चेत् तस्य जश आदेशः बिकास् जष्टमपि च खरि च सूत्रद्वयं त्रिपाद्यां सूत्रद्वयम् अतः पूर्वसूत्रस्य कार्यं प्रथमे भवति. प्रथमे जष्टं भवति सो वि गेट् अ जश्वर्णः तृतीयवर्णः. बिकास् दे आर् द पूर्वत्र सिद्धम् इत्यनेन तत्र प्रथमे पूर्वसूत्रेण कार्यं भवति. पूर्वसूत्रेण कार्यं भवति चेत् तत्र जश्वर्णः आगच्छति. जश्वर्णः आगच्छति चेत् खर् वर्णे परे तस्य चरादेश अतः चर ख परे क क इति ककारः खर् वर्णः अतः ककारस्य तत्र ककारादेशः भवति. चर् इति वर्गीयप्रथमवर्णः. चर् प्रत्याहारे वर्गीयप्रथमवर्णाः सन्ति. सुगस्थाने क आगच्छति. जल् इति स्थानी अस्ति. खरि च सूत्रे अपि जल् एव स्थानी न तु जल्. बट् बिकास् आफ् द जष्टम् वि गेट् अ जष् फस्ट्. अनन्तरं तत्र खर्वर्णः अस्ति. सी जलां जश्वन्ते इति सूत्रस्य कृते किमपि निमित्तम् आवश्यकं नास्ति. अनिमित्तिकं सूत्रम् अस्ति. केवलं पदान्त पदस्य अन्ते सः भवेत् जलवर्ण. परनिमित्तम् आवश्यकं नास्ति. सूत्रमस्ति जलां जशो अन्ते. जलां जश् जलवर्णानां जश् आदेशः भवति. जश् इति प्रथमान्तम् अस्ति. अन्ते भव वर्तते इत्युक्ते पदस्य इति पदस्य अधिकारः तत्र अस्ति. पदस्य पदस्य जल् वर्णस्य परन्तु सः कुत्र वर्तते सः पदस्य इत्युक्ते अन्ते अन्तिमजलवर्णस्य दशादेशः भवति. परन्तु परनिमित्तं न उक्तं. कदा भवति? स्वरे परे भवति वा खर्परे भवति वा मृदुपरे भवति वा? परनिमित्तं तस्मिन् सूत्रे न उक्तम् अस्ति. केवलं कण्डिशन् अस्ति पदस्य अन्ते जल् भवेत् तस्य जशादेशः. एण्ड् बिकास् इट् हेस् बीन् सेड् बिफोर् ओन्लि तस्य संख्या पूर्वे अस्ति. सो यत्र यत्र पदस्य अन्ते जल् वर्णः तत्र जष्टं भवति एव. देन् इफ् स्वरः अस्ति अथवा मृदुव्यञ्जन अस्ति जश् वर्णः एव तिष्ठति. वी हियर् जश् ओन्लि बट् द मूमेण्ट् अ खर् कम्स् द मूमेण्ट् वी हेव् अ खर् वर्णः then some other sandhis also happen. Chartvam happens. So we don't hear a jashvarna. So svare pare mridu vyanjane pare jashtam avashya shruyate. Parantu yada kharvarna asti tada jashtam na shruyate. Tatra to kimapi anyat sandhi bhavati. Tatha atra chartvam bhavati. अग्रे अपि पठतु भगिनि समापयतु. तत्र सार्वधातुकलकारेषु पित्सु गुणः अपित्सु गुणनिषेधः इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञकाः. तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपि सन्ति नाम ये पित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति. तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिद्ध्यते. विकरणप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति केवलं शप् शन् श्नु शम् श्ना च शित् सन्ति परन्तु अपित् सन्ति अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धं. तर्हि शप् कुत्र लभ्यते? केवलं वादिगणे चुरादिगणे च. धातुः अङ्गं मनसि निधाय अङ्गकार्ये गुणः सम्भवति केवलं वादिगणे चुरादिगणे च. वादिगणे यत्र धातुः इगुपदः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति। चुरादिगणे अपि शपः गुणकार्यं भवति, किन्तु क्रमः किञ्चित् भिन्नः, यतः शप् इत्यस्मात् पूर्वं णिच् भवति। णिचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते। तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति। अत्र प्रश्नः उदेति इको यणचि 6.1.77 इति सूत्रं यदा बाधितं भवति सार्वधातुक अर्धधातुकयोः 7.3.84 इत्यनेन तदा एकवारं यदा गुणनिषेधः भवति किणिति च 1.1.5 तत्पश्चात् पुनः इको यणचि 6.1.737 इत्यस्य प्राप्तिः कथं वा स्यात्। अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्। पुनः प्रसङ्गविज्ञानात् सिद्धं 39 तत्कृतौ विप्रतिषेधे यत् बाधितं तत् बाधितम् एव 40 च अत्र महाभाष्ये अस्ति वा आचार्य इति पुनः प्रसङ्ग आम् आम् एकवारं वदतु स्वशब्दैः किं लिखितम् अस्ति। पुनः सार्वधातुक अलकारेषु पित्सु गुणः अपित्सु गुणः तं वदामि वा। आमां यत्किमपि पठितं स्वशब्दैः वदतु। सार्वधातुक आर्धधातुकयोः इति सूत्रेण प्रत्ययः पित् अस्ति चेत् अथवा अपित् अस्ति चेत् तत्र गुणनिषेधे भवती किम् उक्तवती सार्वधातुक आर्धधातुकयोः इति सूत्रेण किम् इकस्य गुणः भवति। परन्तु यदि सार्वधातुप्रत्ययः अस्ति चेत् अत्र सार्वधातु तत्र ये आमां हा सार्वधातुक लकाराः तत्र तेषु ये पित् अपि सन्ति तेषां द्वारा एव गुणकार्यं सम्भवति। अत्र सार्वधातुकारः इति न वदामः सार्वधातुप्रत्ययेषु सार्वधातुप्रत्ययेषु तत्र ये पित् सन्ति तेषां द्वारा गुणकार्यं सम्भवति तत्र ये अपित् सन्ति तेषां ये अपित् सन्ति तेषां द्वारा गुणकार्यं निषिद्धमस्ति न भवति। अनन्तरं विकरणप्रत्ययेषु तत्र विकरणप्रत्ययेषु कः शित् तथा पित् अपि केवलं शप् इति एव प्रत्ययः अस्ति। यः शित् अपि अस्ति पित् अपि अस्ति शन् स्नु शम् स्ना इति शित् सन्ति परन्तु अपित् अस्ति। तत्र तेषाम् उपस्थितौ गुणकार्यं न सम्भवति तथा शप् इति प्रत्ययः केवलं वादिगणे प्रथमगणे तथा दशमगणे एव चुरादिगणे एव लभ्यते तत्र गुणकार्यं सम्भवति परन्तु द्वयोः मध्ये वादिगणे धातुः उपधायां इ अथवा इगन्त अस्ति तत्र एव अङ्गे गुणकार्यं भवति चुरादिगणे तत्र वादिगणे इगुपदानामपि गुणः अङ्गे गुणकार्यं भवति चुरादिगणे णिच् शप् इत्यस्मात् पूर्वं णिच् आयाति तत्र णिच् चकार तथा णकारस्य इत्संज्ञा तस्य लोपः भूत्वा इ एव तत्र अवशिष्यते तथा शप् अत्र शप् णिच् आयाति शप् अनन्तरं तत्र शप् शप् प्रत्ययस्य आगमनेन तस्य इ इति णिच् अनुबन्धस्य यः इकारः अस्ति तस्य इकारस्य गुणः भवति इति अर्थः इत्युक्ते चुरादिगणे शप् प्रत्ययस्य कृते सर्वदा इकारान्तरूपी अङ्गमस्ति अस्ति अस्ति सर्वेषां दा यत्किमपि दातु यत् दातु तस्य अनन्तरं निच् निच् निमित्तीकृत्य यत्किमपि कार्यं कार्यं गुणकार्यं यत्किमपि भवति शप् प्रत्ययस्य कृते तु इकारान्तरूपी अङ्गमेव अस्ति सर्वदा अतः तत्र शप् निमित्तीकृत्य सर्वदा गुणः भवति ईकारस्य गुणः भवति वै वी आर् डिस्कसिङ्ग् बिकास् सार्वधातु गार्धधातु कयोः इति सूत्रे किमपि तत्र केवलम् उक्तम् इकः अङ्गस्य गुणः सार्वधातुप्रत्यपरे अर्धधातुप्रत्यपरे सूत्र डस् नाट् से देट् इट् शुड् बि अ सार्वधातु इट् शुड् बि अ कित्नित् भिन्न सार्वधातु अर्धधातु इट् सेस् ओन्ली सार्वधातु अर्धधातु ओन्ली द इफ् दिस् प्रत्यय इस् टु बि काल्ड् अ सार्वधातु प्रत्यय गुण शुड् हेपन् देन् किनित् इस् योर् कम्स् एण्ड् सेस् नो एव्री टैम् यु केन् नाट् डु यु हेव् टु चेक् सार्वधातु सामान्य गुणविधायक सूत्रं डस् नाट् दिस् क्वालिफै कीदृश सार्वधातु कीदृश अर्धधातु इट् सेस् ओन्ली इट् शुड् बि सार्वधातु इट् शुड् बि अर्धधातु बट् सिन्स् वी हेव् ए किन् इति च इति सूत्रं दिस् सेस् देट् कित् प्रत्यय नित् प्रत्यय परे अस्ति चेत् गुणः अपि च वृद्धिकार्यस्य बाधा भवति न भवति स्म यः सार्वधातुक अर्धधातुक इति सूत्रेण अथवा पुगन्तलघुत्पदस्य च इति सूत्रेण यः गुणकार्यं भवितुं शक्नोति तस्य बाधा भवति किनिति च सूत्रेण सो एव्री टैम् गुण डस् नाट् हेपन् सो वी हेव् टु सी सार्वधातुप्रत्ययः So if it is sarvadhatuk sangyak, that means it is shit. So whether it is pit or apit. Apit asti chet gunasya vada bhavati. Pit asti chet gunaha bhavati. Similarly, for the ardhadhatuk also. If it is ardhadhatuk, so if it is kit, athva nit, then guna cannot happen. So tavatu, अथवा प्रत्ययः सर्वे अर्धधातु प्रत्ययः तथापि तत्र गुणस्य बाधा भवति बिकास् दे आर् कित् कित् कर्णस्य तत्र प्रयोजनम् अस्ति व्याकरणशास्त्रे वै पाणिनि महर्षिः हेस् पुट् ककार इति संज्ञक् बिकास् हि डस् नाट् वाण्ट् गुण टु हेपन् फार् द अङ्ग फार् द इगन्त अङ्ग आर् लघु इगुपद अङ्ग सो गुण हेपन्स् अट् टु प्लेसेस् वन् इस् इगन्त वा इगुपद वा because there are two gunavidayak sutram one is sarvadhatu ardhadhatu kayoh second is puganta lagu padasya puganta lagu padasya so igu padanam api gunah bhavati इगन्तानां तु अनेन सूत्रेण भवति, इगुपदानां पुगन्त लघुपदस्य च सूत्रेण भवति. सो आल् एव्रिथिङ्ग् वी हेव् टु रिमेम्बर् दीस् थिङ्ग्स् ओन्ली वी केन् इदानीं तत्र अस्ति यदा तत्र सो वट् इन् द लास्ट् पेराग्राफ् वट् ही हेस् सेड् इस् देट् सो वेन् because we are discussing balabal chintanam, so when we have bhu plus shap, bhu is the first gana siddhatu, huh? Bhu adi gana siddhatu asti, tatra shap pratyaha agachati, so after anubandhanam lopananantaram tatra bhu yoga a asti. Idaniyam asyam dashayam asyam sthityam tatra iko guna vriddhi itasya iko yanachi itasya prasangaha apicha sarvadhatu karjadhatu kayo द्वयोः सूत्रयोः मध्ये बलाबलचिन्तनं भवति. बिकास् उकारस्य परे अच्वर्णः अस्ति, संहिता अपि अस्ति, पदनिर्माणसमये संहिता नित्यम्, संहिता नित्यम् अस्ति चेत् सन्धिकार्यमपि नित्यं भवति, नित्येन भवति. सो ऊ साक्षात् परे अकारः अस्ति, सो इको यन् अचि इत्यस्य प्रसङ्गः अस्ति. एण्ड् because this is shap, this akara is not samanya akara, it is a shap pratyasya akara. So we have a pratyaya over here, akara is a pratyaya, and it is a shit pratyaya, it is a pit pratyaya. Gunasya kopi badha nasti karyam bhavati. Now we have to do balabala chintana. So अत्र इको यनचि अपि च हियर् वी केन् आर् डू वी केन् डू पूर्वपरयोः वी केन् सेबि प्रतिषेधः. वी विल् नाट् डैरेक्ट्लि जम्प् टु वर्णादङ्गं बलीयः, दट् इस् अ परिभाषा. इफ् वी आर् नाट् एबल् टु डिसैड् बै द शास्त्रीयचिन्तनं न कर्तुं शक्यते चेदेव वी केन् टेक् हेल्प् आफ् द परिभाषा. So here Iko Yanachi is 6177 and this Sarvadhatu Ardhadhatu Kayoho is in Saptam Adhyayi, 7 point something, 7.3.84. So Dvayoho Madhya Viprati Shedha Asti, Anyatra Anyatra Labdha Avakasha Yoho Eka Saptihi Bhavaji Chet प्रतिषेधः, विप्रतिषेधः अस्ति चेत् परं कार्यं कार्यं भवति. सो वि विल् नाट् डु इको एन् एच् ओवर् हियर्, वि विल् डु सार्वधातु कार्धातु. सो भू विल् बिकम् भो, न तु वकारः, उकारस्य स्थाने व इति आदेशः न भवति, भू विल् बिकम् भो. नौ when bhu becomes bho, now we have echo yavaya, then echo yavaya. But here in the parichheda what it says is that, one second, so iti sutram yada baditam bhavati, this sutra becomes बाधितं भवति. केन सूत्रेण बाधितं भवति इत्युक्ते सार्वधातुक् से, सो यु केनाट् डू कार्य, ऐ इट् इस् मै कार्यशेत् बिकास् ऐ एम् ऐ हेव् मोर् पवर् देन् यु. सो इत्यनेन अनेन सूत्रेण इको एनचि इत्यस्य कार्यं बाधितं भवति एण्ड् गुणकार्यं हेपन्स्. तदा एकवारं यदा गुणनिषेधः भवति किमिति च इति सूत्रेण, तत्पश्चात् पुनः इको यनचि इत्यस्य प्राप्तिः कथं वा स्यात् इत्युक्ते, वी हेव् ए कान्सेप्ट् देट् सकृत् गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव. सो इट् इस् सेयिङ्ग् देट् वेन् सार्वधातुक् आर्धधातुक् इन् सम् प्रक्रिया, इन् सम् पर्टिक्युलर् प्रक्रिया, वेन् सार्वधातुक् आर्धधातुकयोः इति सूत्रं स्टाप्स् द कार्या आफ् इको यनचि, then if in the same prakriya afterwards इन् सम् मे बि फोर्थ् फिफ्त् स्टेप् तत्र पुनः इको एनर्जि इत्यस्य प्रसङ्गः आगच्छति चेत् कथं तस्य प्राप्तिः स्यात्? हौ केन् वी अप्लै द बिकास् वी हेव् अ कान्सेप्ट् वी हेव् अ न्याय वी हेव् अ प्रिन्सिपल् देट् सकृत् गतौ विप्रतिषेधे यत् बाधितं तत् बाधितमेव वन्स् अ सूत्र इस् स्टाप्ड् इन् देट् प्रक्रिया दट् सूत्र केनाट् एक्ट् अगेन् सकृत् गतौ विप्रतिषेधे यत् बाधितं तत् बाधितमेव हौ केन् वी अप्लै इको एन् एच् अगेन् सो देन् वी हेव् वन् मोर् परिभाषा विच् इस् पुनः प्रसङ्गविज्ञानात् सिद्धम् इफ् द इफ् वी केनाट् इफ् देर् इस् नो अदर् सूत्र इत्युक्ते पुनः प्रसङ्गः आगच्छति चेत् देन् सूत्र बिकम् सिद्धम् इट् विल् नाट् बिकम् असिद्धम् सो दीस् आर् स्लैट्लि फ्राड् विषयः अस्ति सो वी केनाट् अण्डर्स्टाण्ड् दिम् वेरि ईज़ीलि बिकास् sometime we will apply sakrit gatau vipratishedah yad baditam tad baditam ev somewhere we will say no puna prasanga vigyanat siddham because prasangah punah agachati chet it becomes siddham so these are totally opposite to each other these two principles one says that if one sutra is becomes baditam bhavati chet tad baditam ev we cannot apply that sutra again but then this paribhasha says punah prasanga vigyanat siddham punah prasangah agachati cet tatra ishta rupasya siddhyartham tat siddham bhavati iti paribhasha dvayam so these have been spoken about by the patanjali maharishi and these and paribhasha indu shekhar granthe these sankhya is given in the paribhasha Indu Shekhar Granth. I don't think we have a much vyakhyan about these paribhashas. पुनः प्रसङ्गविज्ञानात् सिद्धम् पुर्द ईमेल् ऐ डि सो मे बि सम्थिङ्ग् इस् रिटन् ओवर् हियर् सकृत् गतौ विप्रतिषेध यद् बाधितं तद् बाधितम् ऐ विल् चेक् इफ् सम् मेटीरियल् इस् अवेलेबल् अबौट् दीस् परिभाषास् शेर् करोमि अत्र तु किमपि अन्यत् अधिकं न उक्तमस्ति सो इट् सेस् देट् वेन् द गुणकार्य स्टाप्ड् बै किनिति च सूत्रेण देन् अगेन् द इको एनचि प्रसङ्गः आगच्छति चेत् हियर् वि डोण्ट् सी सच् मे बि इन् सम् प्रक्रिया देन् पुनः प्रसङ्गविज्ञानात् सिद्धम् इत्यस्य परिभाषायाः तत्र उपयोगं कृत्वा वयम् इष्टरूपस्य सिद्धिः प्राप्तुं शक्नुमः सो नाट् ओन्लि द सूत्रास् वी हेव् टु गो थ्रू द फार् द बलाबल परिचयः वी हेव् टु गो थ्रू द परिभाषास् आल्सो देर् आर् थ्री मोर् परिभाषास् बाध्यविशेषचिन्तापेक्षे चिन्तापक्षे इदं सूत्रम् अस्यैव बाधकं भवति अन्यस्य न इति निर्णयार्थम् एताः तिस्रः परिभाषाः उपयुज्यन्ते अनन्तस्य विधिः वा प्रतिषेधो वा दिस् इस् अबौट् दीस् ओन्ली सकृद्गतौ यत् विप्रतिषेधः यद् बाधितम् मध्ये अपवादः पूर्वान् विधीन् बाधन्ते न उत्तरान् अबौट् दिस् देर् आर् सम् कर्पत्रास् तस्य कृते अपि अस्ति वा अस्तु सो इदानीं किं कुर्मः अत्र वि वेर् नाट् टाट् दीस् देर् आर् करपत्रास् वित् रेस्पेक्ट् टु दीस् थ्री परिभाषास् दीस् आर् आल्सो परिभाषास् मध्ये अपवादः पूर्वान् विधीन् बाधन्ते न उत्तरान् पुरस्तात् अपवादः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इत्युक्ते द अरेञ्ज्मेण्ट् आफ् द अपवाद् सूत्र इन् द अष्टाध्यायी ग्रन्थ देर् इस् आल्सो अ लाट् आफ् चिन्तनं डन् बै द पाणिनि महर्षि सो वेदर् ही हेज् वेर् ही हेज् पुट् द अपवाद् सूत्रम् whether the apvad sutram itukte whether the apvad sutram comes between two utsarg sutras itukte madhye asti va or apvada has been said before and then the utsarg sutras come or first all the utsargas are coming and then at the last apvada is coming so depending upon the positioning the placement of the apvad sutras we have these three paribhashas it is not that apvad sutra will 100% block the utsarg sutra so there are conditions that utsarg only becomes balvat yadyapi we have this पूर्वपरनित्य अन्तरम् अपवादानाम् उत्तर उत्तरं बलीयः बट् वि सी द सिचुवेशन्स् देट् उत्सर्ग इस् स्टापिङ्ग् द अपवाद सूत्रम् सो हौ डस् देट् हेपन् द इन् द व्याकरणशास्त्रे तत्र महती चर्चा अस्ति अबौट् द प्लेस्मेण्ट् आफ् द अपवाद सूत्र वेर् द अपवाद सूत्र इन् द इन् अ पर्टिक्युलर् this prakranam kasminchit prakrane tatra apvad sutram kutra sthapitam madhye asti va purve asti va anantaram asti va apvad sutrasya krite utsarg ekameva utsarg sutram va utsarg dvayam va iti sarvatra tatra bahu mahati charcha asti so since we have a karpatras with respect to these things अहमपि ऐ डिड् नाट् न्यू कि देर् आर् करपत्रास् आक्चुलि ऐ डिड् नाट् चेक् सो एकवारं द फस्ट् दिस् अनन्तरस्य विधिर्वा प्रतिषेधो वा इति भवन्तः सर्वे अपि एतत् पठित्वा आगच्छतु ऐ विल् आल्सो गो थ्रू दिस् करपत्र देन् इन् द नेक्स्ट् क्लास् वी विल् स्लोलि स्लोलि डिस्कस् दीस् थ्री करपत्रास् सिन्स् वी हेव् करपत्रास् वित् रेस्पेक्ट् टु दे So, क्रमाङ्कः कः अस्ति आचार्य अत्र क्रमाङ्क दीस् आर् अनन्तरस्य इफ् यु गो टु इफ् यु गो टु दिस् बलाबल् करपत्रं नौ वी नो वेर् द बलाबल् सो अन्ते गच्छामः चेत् देन् वी हेव् वी नीड् टु क्लिक् ओवर् देयर् एण्ड् देन् वी केन् डौन्लोड् दिस् So click on this. I also thought that there is no karpatra with respect to this. Uh-huh. Uh-huh. Click and then I thought, oh, there is karpatra. So, pathitva agachatu, we will discuss. I thought we will finish today, but let us go through these karpatras also. So, agri me kakshaya me to patha muha, kimasti adrastha. Daninto. इदानीं तु एतत् करपत्रं तु समापितम् किमपि अस्तु स्थगामः वा अत्र. सो वि विल् स्टाप् ओवर् हियर् नौ. इन् द नेक्स्ट् क्लास् वि विल् डिस्कस् द फस्ट् कर्व् अत्र. अस्तु अहं शान्तिमन्त्रं पठामि. ॐ पूर्णमनः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः. अग्रिमे वर्गे अग्रिमवर्गे प्रथमकरपत्रं कः? गुरुवासरे न, केवलं सोमवासरे. परन्तु अङ्गकार्यस्य वा?